गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। अस्तु, तर्हि कारणानि कानि? तत्र असाधारणकारणं साधारणकारणम् इति कारणानां विभजनं। तत्र साधारणकारणानि षट्, दिक् अपि च कालः साधारणकारणम् अपि च ईश्वरीय इच्छा ज्ञानकृतिः साधारणकारणं साधारणकारणानि। तदनन्तरं प्रागभावः। तत्र गते वर्गे अन्ते एकः प्रश्नः आसीत्, ईश्वरस्य परमात्मनः ज्ञानेच्छायाः अन्यथासिद्धत्वे तयोः अन्यथासिद्धत्वं किमर्थं न भवति इति आपादनम् आसीत्। इत्युक्ते कृतिः इच्छाया, कृतेः कारणम् इच्छा, इच्छायाः कारणं ज्ञानम् इति कृत्वा तर्हि कृतिः एव कारणम् इति वदामश्चेत् कारणस्य कारणम् अन्यथासिद्धम् इति अस्माभिः अधीतं। तर्हि किमर्थम् ईश्वरीयज्ञान इच्छयोः कारणत्वम् अङ्गीकर्तव्यम् इति प्रश्नः आसीत्। तर्हि तस्य उत्तरं केनापि चिन्तितं वा? हा वदतु। किञ्चित् अत्र अहं चिन्तयामि, ज्ञानं तत्र संस्कारः अपि जनयति, अनन्तरं शब्दप्रयोगस्य अपि कारणं, मूलग्रन्थे तु शब्दप्रयोगस्य कारणम् इति उक्तम् अस्ति, तु ज्ञानस्य मूलकारणत्वं शब्दप्रयोगे अस्तित्वे तत्र इच्छायाः प्रति तस्य कारणत्वं न स्वीकुर्मः इति अहं चिन्तयामि महोदय। न बुद्धं, पुनः वदतु। शब्दप्रयोगे सर्वव्यवहारहेतु इति अस्ति खलु महोदय, तस्य एव कारणत्वं ज्ञानस्य इति उक्तम् अस्ति ग्रन्थे। न, तत्र व्यवहारः इति पदस्य अर्थः कः? ज्ञानशब्दप्रयोगः इति वा? तर्हि सर्वव्यवहारः इत्युक्ते किम्? सर्वे व्यवहाराः ये तेषां जनकः असाधारणकारणं ज्ञानम्, तत्र तादृशम् उल्लेखितम् अस्ति, तत्र संस्कारजन्य वा स्मृतिजन्य वा तादृशं किमपि न उक्तम् अस्ति इति कृत्वा तत्र इच्छा प्रति तत् कारणत्वं स्वीकरणीयं वा इति मम मनसि नास्ति वा? नास्ति, तादृशं नास्ति। अस्तु, अन्येषां चिन्तनमस्ति किम्? आं महोदय। किं तत्र ईश्वरस्य ज्ञानम् अपि कार्यं करोति एव, केवलं कृतिः न, तर्हि तदपि साधारणकारणम् एव भवेत्। किमर्थम्? अत्र यदि परमाणोयोः संयोगः एव ईश्वरस्य ज्ञाने एव भवति खलु, तत् ज्ञानमपि अपेक्षितम्, इच्छा अपि अपेक्षितं, कृति अपि अपेक्षितं, त्रयः तत्र भवेत्। सत्यं, किन्तु कृतिं, कृतिः केन जायते सामान्यतया? कृतिः कृतिः इच्छया जायते, कृतिः इच्छया जायते, परन्तु केवलं कृति अत्र कार्यं जनयति इति न, ज्ञानम् अपि आवश्यकम् इति अहं वदामि। न, तत्रैव आपादनमस्ति खलु, कृति ज्ञानं न आवश्यकम् इत्युक्ते आवश्यकम् इति तु सत्यं, किन्तु कारणस्य कारणं कारणम् इति न अङ्गीकुर्मः खलु, अन्यथा प्रश्नः। हा, कारणस्य कारणम् अपि अस्ति, तत् डैरेक्ट्लि अपि तस्य आवश्यकमपि भवति, तत् तत् ज्ञानं कृति अपि जनयति, परन्तु तत् ज्ञानं तत् इच्छा अपि जनयति, परन्तु तत् ज्ञानं कार्यस्य कार्ये आवश्यकं भवति इति न. वस्तुतः क्रिया कृतिः अस्ति चेत् क्रिया भवति, कृतिः अस्ति चेत् क्रिया भवति. क्रियायाः आवश्यकः कः इति चेत् केवलम् अत्र कृतिः एव. कृतेः कारणं किम्? इच्छा. इच्छायाः कारणं किम्? ज्ञानम्. तर्हि तादृशम् अत्र प्रतिपादनं न कर्तुं शक्यते. अस्तु, अहं किञ्चित् वदामि तदनन्तरं. भवतु, इतोपि किञ्चित् चिन्तनमस्ति वा कस्यापि? यद् यद् इदानीं श्रीराममहोदयेन उक्तं, रमेशमहोदयेन उक्तं, तत् समीचीनतया श्रुतं चेत् तत्रैव उत्तरम् अस्ति. सावधानतया तस्य चिन्तनं कुर्मश्चेत् तत्रैव उत्तरमस्ति कः क्लेशः अस्माभिः क्रियते इति. अस्तु, रमेशमहोदय, भवान् किम् उक्तवान्? ईश्वरीयज्ञानम् इच्छां जनयति इति उक्तवान् खलु? तर्हि ईश्वरीय इच्छा जन्यं वा? न न, जनयति इति न, तस्य कारणं यदि ज्ञानं नास्ति तर्हि इच्छा, यदि इच्छा नास्ति तर्हि ज्ञानं नास्ति इति. तर्हि तत् न, तत्तु इदानीं जनयति इति पदं तत् तत् दोषम् इति अहं चिन्तयामि. अस्तु, तर्हि तत्र किं वदति? जनयति इति इति यदि दोषमस्ति, यदि यदि इति वदामः चेत् तत्र दोषः अस्ति, तर्हि किं वक्तव्यं तत्र? तत्र कारणं भवेत्, कारणं भवेत्. किं कारणम् अस्ति चेत् तत्र कार्यमस्ति खलु? कारणकार्यभावः कदा चिन्तयामः? यदि कार्यमस्ति तदा एव कारणं वक्तव्यं खलु? तत्र ईश्वरीय इच्छा ज्ञानं कृति नित्याः इति कृत्वा तदेव अस्माभिः तत्र दोषः कृतः. किम् इति चेत् अस्माकं कुलालज्ञानं कुलालज्ञानं कुलालीयज्ञानं तत्र ई कुलालीय इच्छां प्रति कारणमस्ति. किमर्थमित्युक्ते इच्छा जायते, इच्छा इति कार्यं प्रति कारणं किम् इति चेत् कुलालज्ञानं कुलालीयज्ञानम्. पुनः कृतिः प्रति, कुलालीयकृतिं प्रति किं कारणम् इति चेत् इच्छा, कुलालीय इच्छा कारणं. कुलालस्य क्रियां प्रति किं कारणम् इति चेत् कुलालीयकृतिः कारणम्. किमर्थम् अत्र कारणकार्यभावः वक्तव्यः वक्तुं शक्यते इति चेत् इच्छा अपि कार्यमस्ति, कृतिः अपि कार्यमस्ति, क्रिया तु स्वयं कार्यमेव अस्ति. तर्हि तत्र कारणकार्यभावः चिन्तयितुं शक्यते. किन्तु ईश्वरीयज्ञानम्, ईश्वरीय इच्छा, ईश्वरीयकृतिः अत्र कार्यमेव नास्ति. नित्यमस्ति खलु? यद् नित्यं तत् कार्यं न भवति. कार्यं किं? यद् जायते तदैव कार्यम्. तर्हि ईश्वरीयज्ञान इच्छा कृतियो कृतीनां मध्ये कार्यकारणभावः एव न चिन्तनीयः नित्यत्वात् इति हेतुः. तर्हि नित्यत्वात् तयोः मध्ये कार्यकारणभावः अस्ति वा न वा इति न चिन्तनीयमेव. किमर्थमित्युक्ते यदि कार्यं भवति तदा एव तस्मादुपरि कस्य तस्य कारणं किम् इति चिन्तनम्. इदानीं नित्यत्वं स्वीकृतम्, तर्हि नित्यत्वात् तयोः मध्ये कार्यकारणभावः नास्ति इति वक्तव्यम्. तर्हि कार्यकारणभावः नास्ति चेत् कथं वा अन्यतासिद्धत्वप्राप्तिः? कारणस्य कारणम् एव अन्यथा सिद्धं भवति. किन्तु कारणमेव नास्ति चेत् तत् कथं वा अन्यथा सिद्धं भवति इति कृत्वा ईश्वरीय ज्ञानेच्छयोः अन्यथासिद्धत्वं न भवति. हेतुः किं? नित्यत्वात् इति उत्तरमस्ति. किन्तु कुलालीय इच्छां प्रति तस्य ज्ञानं कारणं, कृतिं प्रति तस्य इच्छा कारणं, क्रियां प्रति तस्य किं कृतिः कारणम्, अपि च स्वयं कुलालः अपि कारणं भवति. किमर्थम् इत्युक्ते सः एव क्रियां करोति इति कृत्वा. तत्र किं कुलालस्य असाधारणकारणत्वं स्वीकर्तव्यम् एव. किन्तु इदानीं प्रश्नः विपरीतरीत्या जातम्. इदानीं कुलालस्य ज्ञानं, कुलालस्य ज्ञानं घटं प्रति कारणं वा असाधारणकारणं वा, इच्छां प्रति असाधारणकारणं वा, इच्छा घटं प्रति असाधारणकारणं वा, नो चेत् साधारण व्यक्तिमपि कारणं भवतु, कारणं वा इति चिन्तनीयं. तत्र अन्यतासिद्धत्वं भवति वा न वा इति प्रश्नः समीचीनः अस्ति. किमर्थमित्युक्ते तत्र कार्यकारणभावः अस्ति, जायते, ज्ञानमपि जायते, इच्छा अपि जायते, कृतिमपि जायते, क्रियामपि जायते, सर्वं सर्वाणि कार्याणि सन्ति इति कृत्वा कार्यकारणभावः तत्र निश्चयेन अस्ति. किन्तु व्याप्यव्यापकभावः अपि अस्ति. ज्ञानमस्ति चेत् निश्चयेन इच्छा भवति इति न, इच्छायाः अपेक्षया ज्ञानं व्यापकः अस्ति, अधिकदेशवृत्तित्वमस्ति. ज्ञानं बहुषु विषयेषु भवति, किन्तु इच्छा तेषु ज्ञानविषयेषु क्वचित् एव भवति. तस्मादुपरि इच्छा बहुषु भवति, किन्तु क्वचिदेव कृतिः भवति. यदा कृतिः भवति तदा क्रिया भवत्येव. तर्हि इदानीं कुलालीय ज्ञान इच्छा ज्ञान इच्छे अत्र अन्यथा तस्मिन् अन्यत तयोः अन्यथासिद्धत्वं भवति वा इति चिन्तनार्हविषयः अस्ति. किन्तु ईश्वरीय ज्ञान इच्छा ज्ञानाच्छे अन्यथासिद्धत्वं न प्राप्यते. किमर्थमिति चेत् कारणमेव नास्ति. यदि कारणमस्ति तदा एव, यदि कार्यमस्ति तदा एव कारणं भवति. यदा कारणम् कारणत्वम् अङ्गीकुर्मः तदा एव कारणस्य कारणत्वं भवति. अत्र त्रयमपि नित्यम् इति कृत्वा नित्यत्वा अन्यथासिद्धत्वं न प्राप्यते. इत्यतः साधारणकारणत्वं तेषां भवत्येव नित्यत्वात् इति वक्तव्यम्. अस्तु, इतोपि प्रश्नः अस्ति वा अत्र? अतः एव वदतु महोदय. अत्र इदानीं कुलालस्य विषये यदा इच्छा अस्ति, इच्छया कृतिः भवति, कृत्या क्रिया भवति, तत्र तत्र कृति इति व्यापाररूपेण स्वीकर्तुं शक्यते वा? इदानीं भवान् भिन्नप्रश्नं करोति. इत्युक्ते व्यापारत्वेन किं व्यापारः इति चेदपि तत्र कल्पितं खलु. इदानीं कृतिः इति आत्मगुणः अस्ति इति मनसः गृह्यते खलु. किमर्थमत्र व्यापारत्वं कल्पनीयं? मानसप्रत्यक्षम् अङ्गीकृतं खलु. अस्तु अस्तु, तत्र भवतः कृते तत्र कृतिः अस्ति वा न वा इति चेत् आम् अस्ति इति भवता वक्तुं शक्यते खलु. तर्हि ज्ञानमस्ति, ज्ञानं मनसा गृह्यते, इच्छा अपि अस्ति, इच्छा मनसा गृह्यते, इच्छा अस्ति, किमर्थं भवता न पूरितम् इति प्रश्ने सति मम तत्र उत्साहः नास्ति, कृतिः नास्ति इति भवान् वदति खलु. कृतेः अभावः अपि भवता गृहीतुं शक्यते, अत्र कृतिः अपि भवता अत्र मनसा ग्रहीतुं शक्यते इति कृत्वा तत्र मानसप्रत्यक्षम् अङ्गीकृतम्. यत्र प्रत्यक्षेन ज्ञानं न भवति तत्रैव अनुमानं कर्तव्यं. तत्र अनुमानस्य एकविधमस्ति व्यापारत्वं, व्यापारकल्पना. तज्जन्यत्वे सति तज्जन्यजनकत्वम्. अनुमानस्य एकविधमस्ति व्यापारः. किमर्थम् अहम् एवं चिन्तितवान् इत्युक्ते यदा कृतिः भवति तदा क्रिया निश्चयेन भवति इति अस्ति खलु. सत्यं सत्यं, अहम् एवं चिन्तितवान्. अस्तु, तर्हि इदानीं साधारणकारणत्वम् अतः एव मया किं वक्तुम् अहं किं वक्तुम् इष्टवान् आसीत् इति चेत्, एतादृशम् उच्चैः चिन्तयामः, वाक्यं रचयामश्चेत् आम् ज्ञानम् अत्र इच्छा ज्ञानेन जायते इति वक्तव्यम्, उच्चैः वक्तव्यं। यदा वयं वदामः अस्माकं वचनं वयमेव शृणुमः खलु, तादृशमेव मया उत्तरं लब्धम्। कथं वा यदा भवता पृष्टं गते वर्गे, तत्र ममापि सन्देहः आसीत् किमर्थं कथं वा निरूपणीयम् अत्र इति, किन्तु एवं मनः मया पुनः चिन्तितः आसीत्। इत्युक्ते अत्र जायते, तर्हि जायते इत्युक्ते भो तस्य नित्यत्वम् अस्ति खलु, कथं वा जायते इति इति सन्देहः उदितः। तर्हि तदा इदानीम् उत्तरं लब्धम्, अतः एव उच्चैः चिन्तनीयम्। पुनः पुनः यद् स्वशब्दैः वक्तव्यं, स्वशब्दैः वक्तव्यम् इति अस्माकं वर्गे यः शैली अस्ति, या शैली अस्ति, तस्य महत्त्वं किम् इति चेत्, यदा वयं वदामः स्वशब्दैः तदा अस्माकं शब्दं तु वयमेव शृणुमः खलु, तदा इतोपि गभीरबोधः जायते। ओ जायते जायते इति अहं वदामि, किन्तु न जायतेव, तर्हि इदानीं कार्यं नास्ति, ईश्वरीय इच्छा कार्यं नास्ति, ईश्वरीयकृतिः कार्यं नास्ति। यदि कार्यमिति अङ्गीकुर्मः तदा एव कारणम् अङ्गीकर्तव्यं, तदा एव कारणस्य कारणत्वं भवति इति कृत्वा अत्र नित्यत्वं स्वीकृतम् इति कृत्वा अत्र प्रश्नमेव न कर्तुं शक्यते, तादृशभावः एव न भवति। अपि च इतोपि एकं विषयं मया चिन्तितम्, इदानीं नैयायिकाः कुत्र कुत्र नित्यत्वं वदन्ति तत्र वस्तुतः, इत्युक्ते तत्र वेदान्तिनां मतानुसारं किम् इति गते वर्गे अस्माभिः किञ्चित् चिन्तितं खलु। तत्र नैयायिकाः किं कुर्वन्ति, सप्तपदार्थाः, नवद्रव्याणि, चतुर्विंशतिः गुणाः इति, तदेव तेषाम् आरम्भस्तरमस्ति, स्टार्टिङ्ग् पायिण्ट्, ततः अग्रे ते गच्छन्ति। तस्मात् उपरि गन्तव्यं चेत् ते किं वदन्ति, नित्यं। वस्तुतः तदपि मया चिन्तितं, नित्यत्वं यत्र यत्र नैयायिकाः वदन्ति तत्र वस्तुतः किं जायते इति चेत् प्रतिपादन अशक्तिः भवति, यस्मिन् विषये प्रतिपादनं न कर्तुं शक्यते तत्र ते नित्यत्वं वदन्ति। तत्र न अनुमानत्वेन एव कर्तुं शक्यते इति तदेव आशयः खलु महोदय। हा इत्युक्ते अनुमानेन किं वदन्ति इत्युक्ते, इदानीं यद् अस्माभिः पठितं तत्र परमाणुः, परमाणोः अस्तित्वविषये परमाणुः अस्ति इति कथं निश्चितम्, अनुमानेन निश्चितम्। अनुमानेन कथं निश्चितम् इति चेत् न निरूपितम्, इत्युक्ते तत्र सामान्यतया अनुमानं यत् कुर्मः, पर्वतः वह्निमान्, धूमात्, यथा महानतम् इति, तादृश अनुमानम् अत्र न कृतं। लिङ्गं किमपि स्वीकृत्य धूमं दृष्ट्वा वह्निः अस्ति इति तादृशमत्र अनिवार्यम्, इत्युक्ते यदि तस्य अवयवः, तस्य अवयवः, तस्य अवयवः इति वदामश्चेत् तत्र इन्फिनिट् रिग्रेशन् भवति खलु। सत्यं, तर्हि यत्र कुत्रापि स्थगनं भवेत्, नो चेत् इन्फिनिट् रिग्रेशन् भवति, तन्न इष्टम् इति कृत्वा तत्र परमाणु इति कश्चन पदार्थः भवेत्, द्रव्यं भवेत् यस्य स्व अवयवः नास्ति इति केवलं स्वीकृतं, वस्तुतः अत्र निरूपितम् इति न वक्तुं शक्यते, स्वीकृतं, स्वीकृतमेव, हा स्वीकृतमेव, निरूपितं नास्ति। अनुमानेन अत्र महाशालायां नो चेत् पाकशालायाम् अग्निः अपि दृश्यते, अग्निः दृश्यते, धूमः दृश्यते, यत्र यत्र धूमः तत्र तत्र अग्निः, यत्र यत्र अग्नि अभावः तत्र तत्र धूमाभावः इति व्याप्तिज्ञानं प्रत्यक्षेन ज्ञात्वा, तत्र बहुषु स्थलेषु प्रत्यक्षेन यत्र यत्र धूमः तत्र तत्र वह्निः इति दृष्टम् अत्र। अपि च अन्यत्र यत्र यत्र वह्नि अभावः तत्र अत्र धूमाभावः इति दृष्टं, तेन व्याप्तिज्ञानं प्राप्तम्। एतत् सर्वं स्वीकृत्य इदानीं पर्वतः वन्यमान् इति अनुमानज्ञानं वक्तुं शक्यते. अत्र स्वीकारः नास्ति. सत्यं महोदय, इदानीं तत्र परमाणुविषये यदा भवता उक्तं तत्र स्वीकार एव, यदा अनुमानेन वदामश्चेत् खण्डशः वयं शिलाखण्डं स्वीकृत्य खण्डं कुर्मः, तदनन्तरं तस्य अवयवं खण्डम् इत्युक्ते भागं स्वीकृत्य खण्डं कुर्मश्चेत् एवम् अनुमानं स्वीकुर्मश्चेत् तत्र परमाणु विषये अपि तत्र अवयवाः सन्ति तदपि खण्डं कर्तुं शक्यते इति वक्तव्यं भवति. सत्यम् स्वीकार एव अस्ति, केवलं स्वीकार. तर्हि यत्र यत्र नित्यत्वं ते वदन्ति तत्र सर्वत्र स्वीकारः एव. नित्यत्वं न निरूपितम्, अनिवार्यम् इति कृत्वा अतः एव अत्र तैः किं किम् उक्तं तदपि अस्माभिः किं स्वालो कृतम् इति वक्तव्यम्. अत्र लाघवत्वं यत्र यत्र लाघवचरणीयाः नैयायिकाः इति भवति. लाघवचरणीयः इत्युक्ते किं? यत्र यत्र अन्यत् यत्किमपि न वक्तुं शक्यते तत्र लाघवं स्वीकृत्य एकत्वं नित्यत्वं विभुत्वं क्लेशः अस्ति चेत् इतोपि किमपि वदन्ति. इत्युक्ते वस्तुतः अत्र प्रमाणेन किमपि न निरूपितम्. Or their starting point, whatever is required, they have, from there they go. If you want to go beyond that starting point, navadravyani, tasmad upari, if you have to go, they don't have, they just say, okay, let it be. That is what I mean by saying svikritam. If we want to solve a solution, we say, let the answer be X. Like that they have said, let dravyas be nava. नवद्रव्याणि इति स्वीकुर्मः इति अस्माभिः अद्य अध्याहर्तव्यं तत्र. यथा अथातो ब्रह्मजिज्ञासा इति प्रथमसूत्रं ब्रह्मसूत्रमस्ति प्रथमसूत्रं. तत्र अथातो ब्रह्मजिज्ञासा कर्तव्या इति अध्याहर्तव्यम् इति भाष्यकारेण लिखितं. तथा द्रव्यगुणता किं पृथिवी जल आप् इति मनांसि नवद्रव्याणि इति स्वीकर्तव्यानि इति अध्याहर्तव्यं. तत्र स्वीकारः एव न निरूपितं. तदनन्तरं यदि एतादृशं स्वीकुर्मः तदनन्तरं सर्वं निरूपयितुं शक्यते. कार्यकारणभावं स्वीकृत्य वा, व्याप्यभावकभावं स्वीकृत्य वा, निरूपकनिरूप्यभावं स्वीकृत्य वा, किमपि भावं स्वीकृत्य सम्बन्धमपि कल्पयित्वा अत्र निरूपयितुं शक्यते. किन्तु आरम्भस्तरः यदस्ति द स्टार्टिङ्ग् पायिण्ट् तत्र केवलं स्वीकारः इट्स् आक्सियोमेटिक्. अतः एव अत्र भिन्नमपि सूत्रमस्ति ब्रह्मसूत्रे, तर्क अप्रतिष्ठानादपि इति सूत्रम् आरभ्यते. तर्क अप्रतिष्ठानादपि एवमपि अविमोक्षप्रसङ्गः इति कश्चन सूत्रमस्ति. तत्र तर्कस्य अप्रतिष्ठानम् अप्रतिष्ठानम् इत्युक्ते इन्कन्क्लूसिविटि. अट् सम् पायिण्ट् इन् लाजिक् यु हाव् टु हेव् अ स्टार्टिङ्ग् पायिण्ट् अण्ड् यु से लेट् इट् बी सो. वाट् इफ् इट् इस् नाट् सो? हौ डु यु नो इट् वास् सो? जस्ट् बिकास् यु आर् एबल् टु एक्स्प्लेन् एव्रिथिङ्ग् डैरेक्टर् दट् डज़न्ट् मीन् दट् इस् वाट् इस् देयर्. वाट् यु हव् प्रूव्ड् इस् दट् in your starting point, according to your starting point, everything is fine. That's all. But whether that starting point is right or wrong, tatra prashna asti. Atah eva vayam shabda pramanam svikurma, shabde pramanyam svikurma. No chedna. Astu. Astu, bausamichir chintanam asti. अस्तु, इतोपि एकं वाक्यं वक्तुम् अहम् इच्छामि. अत्र शब्दप्रमाणं तत्र ह्यस्तनवर्गे अन्यस्मिन् वर्गे अस्मिन् विषये चिन्तनम् आसीत्. तर्हि शब्दप्रमाणं तत्र प्रमाणम् इति कदा वदामः? यदा तेन प्रमाणेन मूलज्ञानं भवति. किञ्चित् वदामि तस्मिन् विषये इति वेदान्तिनां मतम् एव अहं प्रतिपादयामि इदानीं. किम् इति चेत् इदानीं घटस्य रूपं किम् इति चेत् चक्षुषा दृष्ट्वा नीलो घटः इति ज्ञानं प्राप्तुं शक्नुमः. नो चेत् कोऽपि वदति यदि अहम् अन्धः अस्ति तर्हि घटस्य रूपं किम् इति पृष्टे सति कोऽपि वदति घटः नीलः, नीलो घटः इति सः वदति चेत् इदानीं शब्दज्ञानं मया प्राप्तं, किन्तु तत्र शब्दप्रमाणेन ज्ञानं लब्धं वा इति चेत् न. तत्र केवलं शब्देन अनुवादमेव क्रियते. अनुवादः इत्युक्ते यस्य ज्ञानं मूलप्रमाणेन ज्ञातं, यः वक्ता अस्ति सः दृष्ट्वा एव वदति खलु, दृष्ट्वा एव वदति. तर्हि मूलप्रमाणं किं? रूपस्य चक्षुः एव मूलप्रमाणं. तदनन्तरं तेन सः दृष्ट्वा मां वदति, तर्हि अनुवादमेव करोति. अनुवाद चक्षुषा यद्गृह्यते तदनु मया उक्तं, तदनु अहं वदामि इति कृत्वा अनुवादम्. तर्हि वेदे यत्किमपि अस्ति तद् तत्र बहुत्र अनुवादम्. इदानीम् अग्निः उष्णः इति वेदं वदति चेत् वेदं यद्यपि प्रमाणमस्ति तथापि अस्मिन् सन्दर्भे अग्निः उष्णः इति यदि वेदं वदति तदा वेदस्य प्रामाण्यत्वं न स्वीक्रियते, केवलम् अनुवादः एव क्रियते. यत् चक्षुषा गृहीतः भवति तस्य अनुवादं करोति वेदः, अत्र वेदप्रामाण्यत्वं न स्वीक्रियते. इति कृत्वा यदि वेदः वदति अग्निः अनुष्णः अशीतः, न अनुष्णः इति भवतु, अशीतः नास्ति, अप्रकाशः. किमर्थम् एतत् चिन्तितमिति चेत् अत्र शङ्कराचार्यभाष्ये एतत् सर्वं चिन्तितमस्ति. वेदसहस्रमपि, सहस्रमित्युक्ते तत्र सहस्राणि वाक्यानि दृश्यन्ते वेदे. कीदृशवाक्यानि? अग्निः अनुष्ण अप्रकाशकः, अग्नौ अनुष्णत्वम् अप्रकाशत्वं वर्तते इति यदि वेदे सहस्राणि वाक्यानि दृश्येत, दृश्येते इत्युक्ते तादृश वस्तुतः तादृशं नास्ति, किन्तु यदि दृश्यते तर्हि वेदं वदति इति कृत्वा वेदं प्रमाणं, वेदः वेदे प्रामाण्यमस्माभिः स्वीकृतं. तर्हि वेदं प्रमाणम् इति कृत्वा वेदं वदति चेत् तत्र प्रमाणत्वेन स्वीकृत्य हा अग्निः अनुष्णः इति स्वीकृत्य यदि भवतः हस्तं स्थापयति तदा किं भवति? तत्र भस्मीभवत्येव, यु विल् गेट् बर्न्ट्. वेदं वदति इति कृत्वा न बर्न्ट् इति नास्ति. अस्तु, तर्हि प्रामाण्यं कुत्र स्वीकर्तव्यम् इति चेत् यस्मिन् विषये अन्येन येन केनापि प्रमाणेन ज्ञानं न लब्धुं शक्यते तत्र एव तेषां प्रमाणानां प्रामाण्यता प्रामाण्यता. तर्हि चक्षुषा एव अत्र प्रतिनियतग्राह्यत्वम् इति अस्माभिः अधीतं खलु, तत्र चक्षुषा एव रूपं गृह्यते इति कृत्वा रूपविषये किं प्रमाणम् इति चेत् केवलं चक्षुः एव. एवं त्वक्, एवं घ्राणम्, एवं रसनम्, एवं श्रोत्रं, मनः अपि. तर्हि वेदस्य प्रामाण्यं कुत्र कुत्र स्वीकर्तव्यम् इति चेत् इदानीं स्वर्गः इति कश्चन लोकः अस्ति, तद् अन्येन येन केनापि प्रमाणेन गृहीतुं शक्यते वा? नास्ति. यः भवतु चिन्तयामः, कोऽपि स्वर्गं प्रति गच्छति इति, तर्हि पुनरागत्य स्वचक्षुषा दृष्ट्वा तत्र सुखम् अनुभूय पुनरागत्य यदि वदति तदा अनुवादं भवति यद्वेदं वदति. किन्तु यः स्वर्गं गच्छति सः पुनरागत्य यदा कदापि न वदति खलु, तादृश अनुभवः एव नास्ति. इति कृत्वा अत्र स्वर्गः इति कश्चन स्थलमस्ति, तत्र भोगस्थलमस्ति. यदि पुण्यं करोति तर्हि स्वर्गस्य अस्तित्वे वेदं प्रमाणं, पुण्यस्य अस्तित्वे यदा एतद् यदा एकं होमं मया क्रियते तद् तत्र इदानीम् अनेन होमेन हवनेन पुण्यं लभ्यते, तर्हि पुण्यम् इति कश्चन धर्मः अस्ति, तस्य अस्तित्वे किं प्रमाणम् इति चेत् वेदः एव। अपि च यदि एतद् हवनं करोमि तदा स्वर्गं गच्छामि, इदानीं नास्ति, मम देहस्य पतनानन्तरम् अहं गच्छामि इति ज्ञानं तदपि वेदप्रमाणेन एव लभ्यते। तर्हि तादृशं, तर्हि स्वर्गस्य अस्तित्वे पुण्यस्य अस्तित्वे यदि एतत् पुण्यं करोमि अनेन यज्ञेन सम्पादितपुण्येन स्वर्गं गच्छामि इति तादृशसम्बन्धः, पुण्यस्वर्गयोः सम्बन्धः यदस्ति तदपि वेदप्रमाणेन एव लभ्यते इति कृत्वा तादृशज्ञानं, सम्बन्धज्ञानमपि सम्बन्धज्ञानस्य वेदः एव प्रमाणम्, अन्येन येन केनापि प्रमाणेन न लब्धुं शक्यते। एवम् एवं सद् एकः एव, एकमेव सत् तदेव अस्ति, इत्युक्ते नवद्रव्याणि द्वा चतुर्विंशतिगुणाः इति न, एकमेव सत् तद्ब्रह्म, सदेव सौम्य इदमग्र आसीत्, एकमेव अद्वितीयं ब्रह्म तत् सत्यं, स आत्मा तत् त्वमसि, तावत् वेदमेव प्रमाणम्, अन्येन येन केनापि प्रमाणेन न लब्धुं शक्यते। किन्तु प्रमाणकोपः न भवेत्, प्रमाणकोपः न भवेत्। उदाहरणार्थम् अस्तु, एतदपि अहं वदामि, इदानीम् आकाशं दृष्ट्वा आकाशे किं रूपं दृश्यते, नीलरूपं दृश्यते, नीलो आकाशः इति चक्षुषा गृह्यते। यदा अहं गृह्णामि तदा मम चक्षुषी क्लेशः अपि नास्ति, येन चक्षुषा घटमहं गृह्णामि तेनैव चक्षुषा नीलो आकाशः इति अपि ज्ञानं भवति। वस्तुतः किमस्ति, आकाशः नीरूपः अस्ति, तर्हि चक्षुः एव रूपस्य प्रमाणम् इति कृत्वा यदि चक्षुः नीलो आकाशः इति ज्ञापयति तदा स्वीकरणीयमेव इति न मा वक्तव्यं, किमर्थमित्युक्ते अन्यप्रमाणकोपः भवति। किं सूर्यः उदेति इति ज्ञानं चक्षुषा एव गृह्यते, किन्तु अन्यप्रमाणकोपं भवति, यद् चक्षुषा गृह्यते तद् अन्येन प्रमाणेन निराकरणं भवति, तत्र क्लेशः भवति इति कृत्वा तत्र समन्वयः कर्तव्यः अस्ति। समन्वयः इत्युक्ते रिकन्सिलेशन्, तदेव चतुर्थसूत्रमस्ति, समन्वय अधिकारः इति, तत्तु समन्वयात् इति ब्रह्मसूत्रे एकं सूत्रमस्ति, चतुर्थसूत्रमस्ति, पतातो ब्रह्मजिज्ञासा इति प्रथमं सूत्रं, शास्त्र न द्वितीयसूत्रमस्ति, किं जगतः सृष्टेः विषये सूत्रमस्ति तृतीयसूत्रम्, इदानीं मनसि झटिति नागच्छति, अतातो ब्रह्मजिज्ञासा भवतु, द्वितीयसूत्रं जगतः सृष्टेः वदति, तृतीयसूत्रं शास्त्रयोनित्वात्, शास्त्रेण एव ज्ञायते इति, तत्रापि शास्त्रयोनित्वात् इत्यत्र शास्त्रयोनि इत्यस्य द्विधा समासः क्रियते आचार्येण, शास्त्रस्य योनिः शास्त्रयोनिः इति तत्पुरुषसमासः, शास्त्रं योनिः यस्य सः इति बहुव्रीहि समासः, द्विधा उक्त्वा अत्र प्रतिपादनं करोति आचार्यः, शास्त्रेण एव ज्ञायते इति कृत्वा शास्त्रस्य शास्त्रं योनिः यस्य सः इति बहुव्रीहि समासः, तत्र प्रमाणं प्रामाण्यता स्वीकृतः अस्ति बहुव्रीहि समासं कृत्वा। शास्त्रस्य योनिः इत्युक्ते शास्त्रमपि कुतः जायते इति चेत् ब्रह्मणः एव जायते इति कृत्वा ब्रह्म एव सर्वेषां कारणमस्ति खलु, मूलकारणमस्ति इति कृत्वा शास्त्रमपि, तर्हि शास्त्रस्य योनिः ब्रह्म भवति इति कृत्वा भवतु। तदनन्तरं तत्त्वसमन्वयात् इति चतुर्थसूत्रं, तत्र समन्वयः किं क्रियते इति चेत्, यद् शास्त्रेण उक्तं ब्रह्म एव जगतः कारणम्, एकः एव सत् तद्ब्रह्म स आत्मा इति शास्त्रेण यदुक्तं, तं ज्ञानं प्रति अन्येषां प्रमाणानां कोपः अस्ति। इन्द्रियेण किं ज्ञानं जायते? अत्र एकमेव अद्वितीयम् इति ज्ञानं न जायते, बहवः सन्ति, वैविध्यं जगतः वैविध्यमेव चक्षुषा गृह्यते, अत्र प्रत्यक्षप्रमाणेन गृह्यते वैविध्यम्, अनुमानप्रमाणेनैव तत्र द्वैतमेव लभ्यते। तर्हि प्रत्यक्षप्रमाणेन, अनुमानप्रमाणेन, उपमानप्रमाणेन द्वैतमेव लभ्यते, न तु अद्वैतम्। तर्हि सर्वेषां प्रमाणानां कोपः अस्ति, कोपः इत्युक्ते न अङ्गीक्रियन्ते, अन्येन प्रमाणेन यद् ज्ञानं लभ्यते तद् अद्वैतज्ञानं नास्ति, केवलं शास्त्रप्रमाणेन यदुक्तं तदेव तत्र अद्वैतं विषयः अस्ति इति कृत्वा तत्र समन्वयः कर्तव्यः भवति, आवश्यकता अस्ति, तस्य समन्वयः क्रियते चतुर्थसूत्रे क्रियते। अपि च द्वितीयसूत्रं जन्मादस्य यतः, जन्मादि अस्य यतः, सत्यं जन्माद्यस्य यतः, जन्मादि इति तटस्थलक्षणं तत्र उक्तं, जगतः जन्म लय स्थितिः त्रयमपि यस्मात् जायते सः एव ब्रह्म। स्वरूपलक्षणमत्र न उक्तं, तटस्थलक्षणमेव उक्तं, यथा गन्धवती पृथिवी तथा गन्धवत्वं पृथिव्याः लक्षणं, तथा यदि इदानीं गन्धवती पृथिवी इति यावत् न्यायग्रन्थे अस्ति, तथा ब्रह्मणः लक्षणं वेदान्ते करणीयं चेत् जगद्वती ब्रह्म इत्येव वक्तव्यम्। जगत्वत्वं ब्रह्मणः लक्षणं, जगत् कुत्र अस्ति? ब्रह्मणि अस्ति इति जगत् अपि च द्रष्टुं शक्यते, जगत् ग्रहीतुं शक्यते, यथा गन्धस्य ग्रहणं कर्तुं शक्यते ग्राणेन्द्रियेण, तथा जगतः ग्रहणं कर्तुं शक्यते अन्यैः इन्द्रियैः, बहुभिः इन्द्रियैः इति कृत्वा जगत् लक्षणत्वेन स्वीकृत्य अत्र ब्रह्मणः निरूपणं क्रियते। हा, जन्माद्यस्य यतः शास्त्रयोनित्वा तत्तु समन्वयात्। अस्तु, अत्र तत्तु समन्वयात् इत्यस्मिन् सूत्रे शङ्कराचार्यभाष्ये किमुक्तम् इति चेत्, वस्तुतः अत्र अन्यप्रमाणानां कोपस्य समन्वयः न क्रियते, इत्युक्ते सर्वैः वेदैः एतदेव उक्तं, ब्रह्म एव सत्यं, ब्रह्म एव कारणम् इति सर्वैः ग्रन्थैः, सर्वैः वेदैः तदेव तात्पर्यं, भिन्नभिन्न अत्र श्लोकान् स्वीकृत्य भिन्नेभ्यः भिन्नाभ्यः उपनिषद् इति स्त्रीलिङ्गशब्दमस्ति खलु, भिन्नाभ्यः उपनिषद्भ्यः अत्र श्लोकान् स्वीकृत्य समन्वयः करोति आचार्यः। सर्वेषां वेदानाम् एकमेव तात्पर्यं किम् इति चेत्, एकमेव ब्रह्म, जगति जगतः सृष्टेः निरूपणे तेषां तात्पर्यं नास्ति, केवलम् अत्र तटस्थलक्षणत्वेन स्वीकृत्य तात्पर्यं कुत्र अस्ति इति चेत्, ब्रह्मणः निरूपणे एव तात्पर्यम्। अपि च अद्वैतसिद्धिः इति कश्चन ग्रन्थः अस्ति, मधुसूदनसरस्वतिना लिखितमस्ति, प्रौढग्रन्थमस्ति, यदि अत्र अद्वैतसिद्धिरत्ना यदि केनापि अद्वैतसिद्धेः अध्ययनं कृतं तर्हि तस्य पठनमपि लभ्यते, अद्वैतरत्न अद्वैतसिद्धिरत्नाकरः इति। तर्हि तस्मिन् ग्रन्थे अत्र अन्यप्रमाणकोपं यदस्ति तस्मिन् विषये न्यायरीत्या चिन्तितमस्ति, इत्युक्ते चक्षुः वदति अत्र वैविध्यमस्ति अद्वैतं नास्ति इति वदति तर्हि तस्य समन्वयः कथं क्रियते इति तस्मिन् ग्रन्थे निरूपितमस्ति कथं निरूपितम् इति चेत् इदानीं भवतः पुरतः चिन्तयन्तु दश वस्तुनः सन्ति इति चिन्तयन्तु सर्वे वस्तुनः इत्युक्ते त्रयः घटाः सन्ति चत्वारः चषकाः सन्ति अपि च द्वे चषकौ चषकाः तत्र चमसः चमसौ स्तः इति चिन्तयन्तु अन्यत् यत्किमपि द्रव्यम् अस्ति इति चिन्तयतु अस्तु इदानीं कति वस्तुनः भवतः पुरतः अस्ति इति चेत् दश इति गणनं कुर्वन्ति खलु एकं द्वे त्रीणि इति दश वस्तुनः मम पुरतः अस्ति इति अस्तु कति विधवस्तुनः सन्ति इति चेत् तत्र वैविध्यं दृष्ट्वा घटः त्रयः अस्ति किन्तु घटत्वं कति सन्ति इति चेत् घटः अस्तु किञ्चित् आङ्ग्लभाषायां वदामि तदा झटिति वक्तुं शक्यते मया अपि च भवतः बोधः अपि जायते इफ् देर् आर् टेन् आब्जेक्ट्स् इन् फ्रण्ट् आफ़् यू अण्ड् इफ् सम्बडि इस् आस्किङ्ग् यू टु कौण्ट् यु विल् कौण्ट् टेन् आब्जेक्ट्स् बट् इफ् ऐ आस्क् यू हौ मेनि कैण्ड्स् आफ़् आब्जेक्ट्स् आर् देर् देन् यू विल् से पाट् चमस् टम्ब्लर् अण्ड् देन् स्पून् अण्ड् देन् से वेस् यु विल् से फोर् यु कौण्टेड् वित् दि ऐस् टेन् अर्लियर् नौ यु आर् कौण्टिङ्ग् वित् दि ऐस् फोर् And then if I ask you to count, assuming that all of them are made up of clay, if I ask you to count how many clay are there, you will only say one. So with the same eyes, you counted 10, you counted 4, and you counted 1. Like this, Advaita Siddhikara argues and he says, now can you tell me that whether your eyes are contradicting themselves? Because the same eyes counted 10, the same eyes counted 4, the same eyes counted 1. So is there a problem with your eyes? Or is there virodha? Does the jnana, 10 objects, contradict the jnana, 4 types of objects, contradict the jnana, 1 type of material? If you ask, then obviously we'll have to conclude that there is no contradiction at all. Even though they are different jnanas, one jnana does not contradict the other jnana because what we are counting is different. What we are counting is different. We say, similarly, the Acharya says that what the Veda is counting is Sadeva. सौम्य इदमग्र आसीत् एकमेव अद्वितीयं लैक् यु कौण्ट् मृत्तिका इत्येव सत्यम् ओन्ली द क्ले इस् द ट्रूत् हि सेस् अण्ड् दट् इस् वाट् वि आर् कौण्टिङ्ग् द वेदा इस् कौण्टिङ्ग् ओन्ली द मटीरियल् कास्ट् यु आर् कौण्टिङ्ग् एव्रिथिङ्ग् एल्स् जातेः गणनं करोति चेत् तत्र घटत्वं गोत्वम् इत्यादयः बह्व्यः जातयः लभ्यन्ते यदि व्यक्तेः गणनं कुर्मश्चेत् इतोपि बह्व्यः व्यक्तयः लभ्यन्ते इट् डिपेण्ड्स् आन् वाट् यु आर् कौण्टिङ्ग् सो डोण्ट् से दट् वाट् यु आर् कौण्टिङ्ग् इस् काण्ट्रडिक्टिङ्ग् इट् डिपेण्ड्स् आन् वाट् यु आर् कौण्टिङ्ग् अण्ड् ऐ हेव् प्रूव् टु युर् सेल्फ् यूसिङ्ग् द सेम् प्रमाण यु कौण्टेड् त्री डिफरेण्ट् थिङ्ग्स् अण्ड् यु अरैव्ड् अट् त्री डिफरेण्ट् आन्सर्स् अण्ड् येट् यु हव् अग्रीड् दट् देर् इस् नो काण्ट्रडिक्षन् लैक् दट् What the Veda counts is the material cause. Sadeva taume idamagra asid. Ekameva adyutiyam brahma. Tat satyam. And it doesn't stop there. It says sa atma. Tatvamasi. When you say sa atma, tat satyam, you are existing. And how does that atma, don't you know that you exist? Supposing if I ask you a question, are you there? Will you say, let me use one pramana and say, let me see myself and say, let me hear myself and say, let me use anumana and say, let me use upamana. I have to use some linga. I have to pinch myself and then say, oh, because it pains, therefore I am. You don't have to conclude like that. Or I look like that other fellow, therefore I am. you don't use upamana. Somebody tells me, ah, you are there, therefore shabda. No, I know. In fact, because I am and I am capable of knowing, that even the other pramanas come into operation. So that I exist and my swarupa is of knowledge, that I am capable of knowledge, or my existence is self-evident. Nobody, there is no pramana that is required there. But to know that Brahman is the karanam of jagat, you need pramana. Otherwise you cannot. Therefore, that the pramanyata, because you cannot get this knowledge from anywhere else, no other pramana can give you that. You have to only use Veda as a pramana. Therefore, Vedasya pramanyata angi kritamasti, ataha apaurusheyatvam api uktamasti. Because if somebody says, it is paurusheya. Paurusheya means that which came from the intellect of a man. Paurusheya is a tadhita shabda. Like dasharatihi, dasharatasya apatyam puman dasharatihi yada vadamaha, tada tadhita pratyam prayujya, that which came off a purusha's intellect is what is called paurusheya. What can come of a purusha's intellect? Intellect is not a pramana directly. What is known by other means of knowledge is what is retained in the intellect. So any intellectual knowledge is obtained through operation of other pramanas. Pratyaksha, anumana, upamana, shabda, whatever be it. All those pramanas, only the intellectual knowledge is there. Intellectual knowledge means the knowledge in the intellect. Knowledge is always intellectual. So if you say intellectual knowledge, it's an oxymoron. I mean, not an oxymoron. It is superfluous. You don't have to say intellectual knowledge because knowledge is always intellectual. Never mind. So we have to say that whatever knowledge that comes from the intellect, through human intellect, depends upon the means of knowledge. And if you say the rishis, through whom these Vedas got revealed, if you say that the rishis created the Veda through their intellect, they actually sat and thought, like the Tarkikas are thinking, and they are arriving at Saptapadarthas, Navadravyani, Chaturvimshatihi Gunaha, like that, if it is a product of human intellect, then that knowledge in the intellect should have been obtained through any of the means of knowledge. And there is no means of knowledge that you can arrive at Sadeva Saumya. You cannot arrive at it. That is why they arrive at it. Worst case, as I told you the other day, you can arrive at Buddha, Buddhist. You can simply say it is Shunya. If you go on losing logic, logic, logic, and keep resolving everything, you can resolve everything into Shunya. But the problem with resolving everything into Shunya is that you cannot answer this one final question. How do you know everything is Shunya? That has to be known by something which is not Shunya. You have to have a knower who exists, who has to say, like the example that I said, if we knock the door, if somebody answers from inside saying there is nothing here, or there is nobody here, then there is somebody who is observing the existence of nothing. So whatever logic you use, even if you go to the Buddha's logic, the ultimate logic, you can arrive at zero. But even there, the Vedas will have to come and say that, I mean, even that logic cannot stand its own test. Forget about Veda. It cannot stand its own test, because you have to ultimately say, who is this person? How do you establish that shunyameva asti? Iti katamva vaktum shakyate kopi drishyate. Yadi na drishyate, tarhi katamva shunyam. Atra kimapi nasti iti katamva vaktum shakyate. Sushuptau kimapi nasti na kinchid avedisham. Kimapi nasti, abhava eva asti, iti katam jnatam, iti chet tatra sakshi rupena kopi asti. Saheva drashta. Tat satyam sa atma. That is where this link is coming. Tat tvamasi. And that tatvamasi jnana can be obtained only from the Veda. Because it cannot be obtained, because the tatpada, cannot be, the knowledge of the Tatpada cannot be obtained from anywhere else. Tvampada is self-evident, excepting that what is self-evident is confused. When I say who you are, you say, I am a man, identifying with the body. I am a chartered accountant, identifying with my intellect. I have a doubt, identifying with the mind. I breathe, identifying with the prana. I don't know anything, identifying with ignorance. So all these are identified with, and then you make the statement. But the fact that I am and I know is self-evident. Therefore, so this is how the discussion goes, and it ultimately completes. So, I mean, since this was a good option for us, because we had a good discussion about Ishvara, Sadharana Karanatvam, and there, in the process of these discussions, there was an opportunity for me to present these ideas, so I thought I'd use this opportunity. So, wherever Nayayika says Nityatvam, they are actually stumped. They cannot say anything else. Anivaryam, atra asmin vishe kimapina vaktum shakyate iti krutva, atra svikara, nityatvasya nirupanam nasti. Nityatvasya svikara, svikaram krutva, yadi svikaram karomi, tada kleshaha na bhavati. If I say it is nitya, you will not be able to say anything. You will not be able to raise any objection. But because I am not able to raise an objection, that doesn't mean it is proved. In fact, there are very, very interesting discussions that goes on like that. I remember, I'll just tell you only one more. You know, I'm just getting a little inspired, so please bear with me, but I'm sure it is useful to you. You know, these atheists, there is one sect especially in Tamil Nadu, they talk about atheists and say, we will ask you so many questions. They always ask questions. And they say, you don't have rational answers, you have rational answers. I say, okay, we also will ask you a question. What is the question? Simple question. When were you born? What day were you born? Thursday. Why were you born on a Thursday? Will you be able to answer this question? You will not be able to answer this. Why were you born on Thursday? What day were you born? Date were you born? I was born on 16. Why were you born on 16? You cannot answer those questions. Why I am saying this is, just because you cannot answer certain questions, you know, you cannot question certain statements, or you cannot answer certain questions, that doesn't mean it is proved. Therefore, tarka apratishthanatvam nirupitam bhavati. You take nityatva, and since nityatva cannot be dismissed, you accept nityatva. But just because nityatva cannot be dismissed, you cannot say nityatva has been proven. For proof, you need a pramana. Pramanena eva jnanam labhyate. You cannot assume. Therefore, assumptions cannot become knowledge. They assume nityatva. And that assumption cannot be disproved. Because it cannot be disproved, they say, hence proven. Hey, because it cannot be disproved, how is it proven? Svikaraha eva natu nirupanam. Okay, so in the process we have discussed about what is pramana, how jnanam takes place, karyakarana bhavaha, nityatva, svikaraha, apitya nirupanam, anayoha madhya kaha bhedaha. All these things we have touched upon, and these are all very, very important understandings that we should have. Only then you will understand the mahatva of Vedanta and the Bhashya, etc. And then based on all these understandings, if you approach the Bhashya and the Shruti, the Ruchi will be amazing. Otherwise, you will be sitting yourself, you will be appointing yourself as a person who is cross-questioning. That is why Krishna says, Pariprasnena sevaya upadekshantite jnanam jnaninaha tattva darshinaha. Pariprasnena, you have to ask questions for the purpose of understanding, not for the purpose of challenging, because it is pramana. When you say, you know, the eyes are seeing blue sky, you have accepted the pramanyata of the eyes. So when you say, you have to ask with vinaya, hey, how is it that this is all true, and how is it that the eyes seem to be lying there? There's something wrong. So please explain to me how. And then the Upanishad says, okay, or the Acharya Bhashyakara says, let me explain to you. You don't start by saying, well, you know, the eyes are reporting the this thing, therefore eyes are faulty. If you go to an optometrist or an ophthalmologist, a doctor, and say, doctor, my eyes have a problem. Why? Because it is seeing blue sky. What is the problem? Because blueness is not there in the sky, yet it is seeing. The sun does not rise, yet it is seeing. So some problem is there. If you go to the eye doctor will say, yes, there is a problem, but not with your eyes. You please go to a psychiatrist. So pariprasnena means you have to ask for the view of understanding, not saying you already concluded there is some fault. I know. Not with that. Ataha eva sadhana panchake api eva muktam. Shrutimatat tarkaha anusandhiyatam. You have to adopt that logic which goes in not explaining somehow Shruti, but because Shruti is taken as pramana. And I have also clarified where Shruti he pramanyata svikaraniya. Not everywhere. Many places you can simply say anuvada. What is revealed by the eyes is being repeated by the Shruti. That's all. But where you take Shruti pramanyata, when you say tarka, Shrutimata tarkaha, what you have to understand is not somehow you have to justify. That also you should not do. But for the purpose of assimilating what is said by the Shruti, which apparently appears to be not digestible, you have to go. In Chandogya itself, I think later on, there is one statement that comes. There is called Tapta Parashugnaya. Tapta Parashugnaya means, in those days apparently, the king used to test the truthfulness. See, two people are having a dispute, and they are accusing each other, and both of them are saying this guy is lying. So what the Raja used to say there at that time is, he says he will bring in a Tapta Parashu, an axe which is glowing, which has been put on heat, and it is red hot, the axe. And he says the one who is speaking the truth, he will say, both of you come and hold this axe. Not hold the axe, not on the wooden side. Where the axe is actually burning, you are supposed to hold. And he will say, the Upanishad says that the one who speaks the truth, it will not burn. There is a discussion as to whether this is the, you know, whether the Shruti is saying that the axe will burn. Is it anuvada? Because tvak indriyena jnatum shakyate ushnaha sparshena tvak indriyena jnatum shakyate atra aushnyam asti iti. So is the Upanishad just doing anuvada, or is it just an akhyayika? Is it arthavada? Arthavada means just a story. There is no tatparya there, but just for the purpose of enumeration or for stuti artha. Just to do stuti of speaking the value of speaking the truth, it is saying some story. Like all the Puranas, if you read Vishnu Purana, they will say Shiva gets into trouble every time and Vishnu has to bail him out. And if you read Shiva Purana, you will say Vishnu gets into trouble and Shiva bails him out. The tatparya is not to say that Vishnu is the lower god. The tatparya is to say Shiva is a Now you should not even say a higher god, is a very efficient god. Because my Ishtadevata is Shiva. Therefore, if somebody says good, then my Shraddha will become more in him. For that purposes, Puranas have been created. And how do you create? By doing the, you know, if you, how to make a line small without touching it? By drawing a bigger line next to it. Or how to make a line big without touching it? By drawing a small line next to it. Comparatively, it becomes bigger. That is basically the psychology that is adopted in all these Puranas. never mind. So this psychology that is adopted, so arthavada is basically the psychology. So there is a discussion as to whether this story is all arthavada. We say no, because when you speak the truth, there is a certain punya that gets accrued, and that punya actually protects you. So when you say Sita entered the fire and she came unscathed out of fire, it is literally not just a story for you to believe. If you have that kind of chastity as Sita has, that itself has created some adrishta for you, which protects you from the tapana. And there is a discussion that goes on. You know, it's like if the same person wears the gloves, a leather gloves, and picks up that axe, it will not burn him. That doesn't deny the fact that there is fire on the axe. That also doesn't deny the fact that the hand can be burnt. You have something in between called the leather gloves, which protects you from burning. Similarly, speaking the truth creates a certain adrishta phala called punya, which functions like a leather gloves and protects you from being burnt. This kind of discussion goes on there. So there is a lot to it. When you approach Shastra, that is how you should study, especially Vedanta Shastra, because it's dealing with Shruti. With respect to Tarka, because it is not based on Shruti, it is all based on human intellect. You can lie down in your bed also and discuss, and you can challenge Tarka like we've been challenging. And you can alter, you can do Parishkara, you can change. That is why there are Udgranthas also. Gandhavadi Prithivi iti Tarkasangrahasya Vakyam. Gandhavatvam Prithivyaha Lakshanam iti Vidyadaryaha Parishkaram asti. Tatra Parishkara hati kartam shikyate. Purusha Buddhyat Labdham Kalu iti Kritva. Atra Parishkara hati kartam yogyame. Kintu Vedam yad vadati tatra Parishkara na kartam viha kimartam. Ataha eva tatra Guru Griham Gatva तस्य सेवनं कृत्वा तादृश भावः मनसि भवेत्. ऐ एम् ट्रैङ्ग् टु ओब्टेन् संथिङ्ग् विच् इस् सो ऐ एम् ट्रैङ्ग् टु गेन् नालेज् बै आपरेटिङ्ग् अ प्रमाण. तत् प्रमाणबुद्धि इस् वेरि वेरि एसेन्शियल् वेन् यु डील् वित् श्रुति. दट् इस् वै दर् इस् अ लाट् आफ् थिङ्ग्स् यु नो यु हाव् टु गो टु गुरु. तद्विज्ञानार्थं समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं. तद्विज्ञानार्थं स गुरुमेव अभिगच्छेत्. Samitpani hi Shrotriyam Brahmanishtam. You go with a Samit. If I go with a Samit, what is the big deal behind going with a Samit? People ask unnecessary questions. It shows your attitude. If the Upanishad says go with a Samitpani hi, because you are going to ultimately get the final revelation from the Upanishad, you have to show. If it says do this, you have to do this. Period. Don't ask why. Because if you start asking why for doing Samitpani, you will keep on asking questions when the Upanishad says Tattvamasi. The Upanishad is not at a loss. We are at a loss because our attitude lacks. That is why Shraddha is an attitude. And never translate Shraddha as belief. Shraddha is not belief. Can I say something, Mahodaya? Actually, when translating many of the Sanskrit words to English, we make a lot of mistakes, and Raji Malhotra has come up with a new book, probably would have... Yeah, I've got the book, I've studied also. So, probably it would be useful for others if they are not... Yeah, but I wouldn't recommend that book. You wouldn't, okay. You see, problem is, I'll tell you, I went through the book, I bought that book, and I read through it. He has dealt with 56 words there. The problem is Sanskritam atra yad atmabhihi patyate idani vityukte vyakarana ritya dhatuhu asti dhatoho krit pratyayasi yojanasya yojanena pratipadikam labdhate krit pratyayasya artha asti. You have to look at it like that. He has not done it like that. Even though he is called Sanskrit non-translatable. Tell me. No, I have nothing to do. Ah, okay. No, so I thought somebody something you said. Okay. Even though he has said Sanskrit non-translatable, he has again done the same thing. He has just given Rudyartha. He has not given the breakdown, what is the Pratyaya, etc. And if you were to give the Rudyartha differs based on the philosophy. If you look at a particular word, Sadeva Saumya, Idamagra Asi, if you look at the word Sat, from Advaita, you will give it the meaning Brahma. If you look at it from Dvaita, you will give it the meaning Ishvara. If you look at it from Sankhya, you will give the meaning something else. He has done that book. Rajiv Malhotra is not a Sanskrit expert by himself. I know that for a fact. But he has done that book with another person whose philosophy is different from Advaita. So he has given those kinds of meanings. So there is a philosophical color that is added to the meanings. But using that, what he is trying to prove is that English is inadequate. That is fine. But whatever meaning he has given is not final, because the same word can have different meanings according to different philosophies, depending upon where you start. For example, if you take the word abhava as per Advaita, it means different. But if you take abhava as per Naya, there are four types of abhavas. Abhavasya chaturvidhyam kalpitamasi. Pragabhavaha, pradhamsabhavaha, anyonyabhavaha, atyantabhavaha. So, in Nyaya, you will never find them discussing Shashashringa. Because for Shashashringa, Shashashringasya pratyogikaha. Shashashringa prati, Shashashringa abhavasya pratyogikaha. Pratyogiya nastikalu. Pratyogi asti chedeva abhavaha vaktum shakyate iti nayayikana matam. Kintu, Vedante Shashashringa vat, iti vadanti. Atyanta abhavaha ityukte, Atyanta abhavaha. नैयायिकानां मतानुसारम् अत्यन्त अभावः वेदान्तिनां मतानुसारम् अत्यन्त अभावः द्वयोः मध्ये अन्योन्य अभावः अस्ति अत्यन्त अभावः नैयायिकानाम् अत्यन्त अभावः वेदान्तिनाम् अत्यन्त अभावः न यथा घटः पटः न तथा द्वयोः मध्ये अन्योन्य अभावः अस्ति नैयायिकानाम् अत्यन्त अभावस्य प्रतियोगिः भवेत् किन्तु वेदान्तिनः अत्यन्त अभावस्य प्रतियोगिः न भवितुम् अर्हति इति तयोः मध्ये भेदः सो एव्रिथिङ्ग् इस् काण्टेक्चुवल् अण्ड् दट् इस् वै यु नो वि हाव् टु लुक् अट् द स्टार्टिङ्ग् पायिण्ट् ऐ मीन्स् ऐ बिकास् ऐ स्टडी दीस् थिङ्ग्स् ऐ एम् गेटिङ्ग् अण्ड् देर् इस् यु नो ऐ एम् स्टडिङ्ग् न्याय ऐ एम् स्टडिङ्ग् वेदान्त अण्ड् ऐ एम् स्टडिङ्ग् व्याकरण आल् सैमल्टेनियस्लि The kind of depth of thought that I get is just, I mean, I am amazed myself with the kind of depth that you can go to if you have the attitude towards studying this with this perspective. Even the entire method of teaching has to change. Even in Vedanta, the method has to change. That is why I get tired with granthas like Panchadashi. Which is supposed to be a Prakarana Grantha, which is supposed to be an advanced Grantha. And without Bhashya, you cannot study. What is the point in writing a Prakarana Grantha for which you need a Tika? Your Prakarana Grantha should be self-explanatory. It has to be Krama, like Vidyadhari, for example. We are going very, very methodically from one to the other, to one to the other, to one to the other. And wherever he is jumping ground, he is saying that. In two places we saw. सामान्यतया अनुभवः भवेत् तदनन्तरम् अनुभवेन संस्कारः जायते संस्कारेण स्मृतिः जायते तर्हि क्रमेण पश्यामश्चेत् प्रथमम् अत्र अनुभवः एव चिन्तनीयः भवति किन्तु स्मृतेः चिन्तनं किमर्थं कृतं सूचीकटाः ज्ञायेन इति सः वदति अपि च अन्यत्र असमवयीकारणम् असाधारणकारणम् इति कुत्रचित् दृश्यते तत्र तस्मिन् सन्दर्भे एव चिन्तनीयं किन्तु पूर्वमेव चिन्तितं किमर्थमिति चेत् अस्य वाक्यस्य अवगमनार्थम् अस्य आवश्यकता अस्ति इति कृत्वा पूर्वमेव चिन्तितम् इति सः वदति सिमिलर्लि यु नो मेनि ऐ यूस् टु इवन् थिङ्क् वेन् पीपल् यूस् टु आस्क् मी वाट् इस् द टेक्स्ट् टु स्टडि इन् वेदान्त तत्त्वबोध ऐ एम् टेलिङ्ग् यु नो इफ् यु स्टार्ट् वित् तत्त्वबोध यु विल् नेवर् कम् औट् आफ़् तत्त्वबोध And unfortunately, you will think you've understood everything. Whereas you wouldn't have understood anything. Where should you start? It only defines two things, Maharaj. It is only a definition. Correct. But if you start, you see, it introduces 100 words to you. Technical words. And the moment you start there, you never come out of it. People start putting, invariably I have studied, I have serious students of Tattva Bodha, will come up with charts. They will always come up with charts and they think they have understood everything. Biggest problem. You have to start with the pramana. And the, what is the pramana? What does the pramana say? Sadeva saumi idamagra mahati. So if I were to take a Vedanta class, this is how I will conduct. Like Dravya Buddha Karma Samanya Vishesha Ramavayaha Abhavaha Sattapadarthaha. Like that, I will start with Sadeva Saumi Idamagra Asit Ekameva Dvitiya Brahma. Tat Satyam Satma Tattva Masi. Hey Sri Rama, I will say, if Sri Rama, Sri Rama Mahadeva happens to be in my class. And then Sri Rama will ask, will I wait for him to now ask a question. I have said what the Pramana has said. Tat Swamasi. There is only one Satyam. Ekameva Advitiyam Brahma. Tadeva Satyam. Sa Atma. And that Satyam you are. Tat Swamasi. I will reveal this and keep quiet. And wait for Sri Rama to react. If Sri Rama asks me a question, but how can I be Brahman? So now I say, please prove to me why you can't be Brahman. But here the question is not like Nayayikas. It is not like the Nityatva of Nayayikas. Okay, Ishvaraha Nityaha, Paramatma Nityaha. Kimartam Nityaha? Bhavatu Nirupayetu Satarataha Kleshahati. Not like that. Because Nityatvam Svikrutamasti. Atratu Pramanikamasti. Veda Pramanam Svikritya. So, the way I will conduct my class is, first of all, I will teach about Pramana Shastra, whatever I said in this class today. I will teach where is the Pramanyata of each Pramana, what does Pramana mean, and where should we take Pramanata of each Pramanam, what is Anuvada, what is Arthavada, all these things. For the first 10 classes, I will teach about Pramana Shastra, and having made them understood, the importance of the Mula Pramana, of for each jnana, then I will say, okay, now this is what it says. Pramanam iti angikritam bhavata. Tarhi svikarotu. Uttama adhikarina svikartam shakyateva. He may not ask other questions. He will simply say, if he has got pramana buddhi, he will say, okay, I am Brahman. I will start operating in the world from that standpoint. Aham brahmasmi. Aham brahmasmi chite sarvam khalu idam brahma. Ameva sarvam. So like if my left hand is going to beat my right hand, I am not going to be punishing the left hand. If my teeth are biting my tongue, I am not going to say, okay, you deserve to be punished. I will take the teeth and throw it out. Who is at a loss? I am at a loss. Because one avayava of mine is biting another avayava of mine. Since there is no bheda buddhi between me and my teeth and me and my tongue. Therefore, since there is no bheda buddhi, I will not throw it out. In fact, the tongue might have been so badly injured, but yet I have to use the tongue. I will be more careful in using the tongue, and the tongue will say, okay, sir, please give me a transfer. I cannot function amongst these teeth. They're so dangerous. So please send me somewhere else where I can function without these dangers and still I will do the job. It cannot, because your job, what is the job of the tongue? Not, forget about speaking. Is to push the food into the grinders without getting caught. That is why tongue, there is no bone. There is Lagava. It can do that without getting smashed itself. It can push the food. It has got that ability, and Bhagavan has created that ability in us, in the tongue, in that karana. sometimes when our mind is not there, we bite. But that doesn't mean that the tongue can apply for transfer or it can do another job. Please don't give me this. Please let me start seeing from now on. Let me start hearing from now on. I don't want to do this pushing function. No, it will still have to do it. Karmani eva adhikara. Like this, if you operate like this and say when somebody hurts you, you don't blame the fellow because sarvatma buddhi hears you. You don't look at him as separate from you. Yet, if there is a tooth that is protruding at the wrong side, you will put a clip and bring it into position. If it is completely in the wrong side and every time it is biting, you will remove that teeth and throw it away also. But there is no anger. There is no sense of hurt. There is no sense of guilt. When you remove the teeth and throw it away, you don't feel guilty. When the teeth bite you, you know, you don't feel hurt. Because there is no bheda buddhi. You don't think of yourself as different from the teeth. You are the teeth. Or rather, the teeth is you. But you are not the teeth. That is okay. Like that, when somebody hurts you, you don't feel hurt because he is not different from you. You understand that there is a problem with him, which is why he is hurting. You will have to see, you will object the person very objectively. You will approach the person objectively. And you will deal with him. And at the end of it, if you find that he is a decayed person, if it means he has to be put down, you will put him down also. Without any guilt. That doesn't mean that, you know, people have a lot of misunderstanding. People who are compassionate means they will take all the beating. No. Objectivity is the result. If you are able to experience objectivity in your transaction, you have gained moksha. Objectivity is the science, is the linga of moksha. If you are very objective and do what is to be done without any sense of guilt, hurt, etc. With compassion, you try to be as accommodative as possible. If there is a tooth decay, you don't pull it out. You go fill it. You remove the decayed portion, fill it. Make up. And there is a point that comes where the tooth decay is now so bad that if it has to be removed, you remove. But you remove it without any sense of guilt. And you don't attack it just because it created a pain the first time itself. You don't attack it and throw it out. You are accommodative, you are compassionate because Ananda is your Swarupa. The expression of Swarupa Ananda is compassion. The expression of internal freedom, moksha, is objectivity. When you do this, when you transact like this, Iha, that is why Advaita is so beautiful because it doesn't promise you moksha after. Ihaiva shaknoti yaha shodum prak sharira vimokshanat. Raga krododbhavam vegam sayuktaha sa sukhi naraha. Krishna says, one who is capable of withstanding, observing. Withstanding means not tolerating. Being objective. He is liberated here and now. We talk of liberation here and now, not thereafter. Because what is the guarantee? It is just blind belief. Anything that talks of thereafter is blind belief. But you have to work. You have to gain that adhikaritva. Only then it works. So I will start my teaching with this and then wait for him to ask questions. Then I will say, prove to me that why you are not Brahman. And then slowly, we do Shravana, we do Manana, and then he is accepting and still, he still is operating in the world, not totally objectively. There we say Nirvidyasana, because you've got habitual tendencies, and these habitual tendencies that you are this body, mind, sense complex is not this Janma, Janmantara. Janmantara vasanaya. Now that you all know Sanskrit, if you have access to this महासङ्कल्पम् ऐ डोण्ट् नो हौ मेनि आफ़् युवर् ब्राह्मिन्स् इयर् इट् डजन्ट् म्याटर् बट् आल् आफ़् अस् यु हाव् एक्सेस् टु एक्सेस् द सङ्कल्पम् Maybe I am a Brahmin, I used to chant those things without understanding the meaning. But now when I know Sanskrit and I read that, it makes so much more sense. Ena kenapi punyena, through some punya, I have gained this manushya janmam. And this janmantara vasanaya, so these vasanas are there, therefore you have to do nididhyasana. Nididhyasana is not something that you sit and do in one corner, you basically act in the world, you act it out. When you understand that Ananda is your Swarupa, you fake it, you fake compassion, you act out compassionately. Pujya Swamiji's, Dayananda Swamiji's words, you fake it and you make it. Because your habitual tendencies cause you to snap. So you make a decision, you make a conscious decision that I will act compassionately. I am not going to raise my voice against anybody. Will never, whatever be the provocation, I will not raise my voice, I will not lose my cool, I will still do whatever is to be done objectively for the situation. You have to make the sankalpa every day when you get up, and then you have to make sure. And every time you find yourself, you know, dropping off from that stand, you need to reflect and gain back your Swarupa. You have to resolve, recover back to your Swarupa and again start acting. Then what happens is new samskaras get created. You can use, what do you call, Nayayika Prakriya, nothing wrong. What is subconscious? What is vasana? All samskaras are nothing but vasanas. Anubhavene jnayate tadeva samskara. Punaha punaha karanena samskaraha dridi bhavati. Tari tadayeva अस्माकं क्रिया भवति इति कृत्वा नूतनसंस्काराः उत्पादनीयाः भवन्ति तत् कथम् एतादृशं सो यु नेवर् लूस् युर् कूल् यु नेवर् लूस् युर् दिस्थिङ्ग् डोण्ट् लुक् अट् देर् बुद्धि येट् आपरेट् इन् द वर्ल्ड् डू वाट् इस् टु बि डन् लैक् द टङ्ग् डोण्ट् आस्क् फार् ट्रान्स्फर्स् Don't ask for the thing, don't complain. If you find, in fact, my nigamana, I mean, I'm just going ahead because anyway, 6 minutes, we can't read anything, and I'd like to share certain things that I have understood and I have concluded. How to know that, how to know a jnani, not to judge others, but at least whether some wisdom has dawned into you, is you have to see how many times you are complaining about anything. About a person, about the weather, about the world, about Kali Yuga. If you find yourself complaining, your jnana is inversely proportional to your jnana nishta, I should say. Not jnana, jnana nishta is inversely proportional to your number of complaints. The more you complain, the less your jnana nishta. The less you complain, the more your jnana nishta. Therefore, don't say, I should not complain, because complaining is an attitude that is a reaction. Nobody decides to consciously complain. It's a reaction. It happens involuntarily. You blame people immediately. And because of a habitual tendency to blame. So you need to recover and say, the other person is not apart from me. Like even I don't blame my teeth for having bitten my tongue. And I don't give a transfer to my tongue because it is in a dangerous place. It is the duty of the tongue to push food. It is the duty of the teeth to bite. Hey, if the duty of the teeth is to bite, how can you complain against that which is its very duty? It's like people say, you know, all these are discussed by Acharya. The fire burnt me. Hey, why are you shouting? No, the fire burnt me. Yes. You are saying fire burnt you. That's the Swarupa. You have to say, why did you put your hand there? You had a choice not to put your hand. But we are used to blaming. Ideally, we would like to, the daughter-in-law would have liked to blame the mother-in-law. And say, she kept it there. without telling me. I did not know that she had lit the fire, the gas. She wants to blame the mother-in-law, but because she cannot, she has to blame something else. So she blames the fire and says, the fire burned me. The people did this to me. The world is so bad. Competition is bad. Corruption is high. I'm not saying therefore corruption is justified. You fight corruption. Hinduism has got so many problems. Never complain about problems. If you can do something about it, do. Complain. This is one test you can do. If you complain, you have not gained Jnana Nishtha. Every time you observe yourself complaining, the beauty is that, in fact, qualification is to get the ability to know that when you are complaining, that you are actually complaining. Because many times you don't even know that we are complaining. That is why you have to slow down, you have to become deliberate. You speak slowly, you hear yourself speaking like it happened at the beginning of this class. When we were saying the sadharana karanatvam of Ishvara, jnana iccha, ichaya kritihi jayate, we are saying this, janayati, we are saying this, but we are not hearing ourselves saying what it is. Hey, what are you saying? How can you say janayati? Nityaswam asti kalu. Katambuva janayati iti aham vadami. When I said to this myself, when I heard myself say this, then what am I saying? Nityaswam. Tari kari karana bhava eva nasti. Tari nityatva dirupitam sadharana karanatvam. Kam prati, karyam prati. Kintu, तेषु मध्ये कार्यकारणभावः नास्ति किन्तु तेषां कारणत्वमस्ति किं प्रति परस्परं नास्ति परमाणोः संयोगं प्रति इति कार्यं प्रति तत्र कारणत्वमस्ति क्रिया जनयते तत् स्वतन्त्रक्रिया इत्युक्ते स्वातन्त्र्यं तेषां नास्ति जडत्वात् सो यु केन् कीप् थिङ्किङ्ग् लैक् दिस् वेन् यु स्टार्ट् हियरिङ्ग् युर् द प्राब्लम् इस् वि स्पीक् मेनि थिङ्ग्स् विदौट् हियरिङ्ग् And that is why he always keeps saying, slow down, slow down, slow down. Because you have to hear what you say. Because God has given us the ability to understand. If only you hear what you are saying, that's why, you know, sometimes people say back, when you say something in anger, they say, do you even hear what you are saying? Are you hearing yourself what you are saying? How stupid of you, they say. We are not hearing ourselves. We have to spend time with ourselves. Asu, okay, let me stop here. But it's been a good discussion. I hope whatever I said comes of use to you. But these are important things. No, they appreciate it really well. Nice. Okay, thank you. Thank you. Mother, interesting thing is, you had mentioned the Brahma Swarupa Jagat itself, right? Ha! So, in this context, I have something to share. Apparently, when Swami Vivekananda was touring India, he came to Tamil Nadu. So he met one of the ministers of the Raja there. He is a very intellectual minister, and they both had a discussion. So then the minister asked Swami Vivekananda, can you define Brahman? Swami Vivekananda defined, yes, Brahat, Tad Brahman. So Brahat Tad Brahman. Then the minister said, so if Brahman is Brahat, there should be something small to say that there is Brahman is Brahat. There is a comparative. Correct. So correct. There is Dvaita. He proved like that. So apparently that is not the correct definition of Brahman. So what correct. You mentioned, Dharmam is what Jagat, is what basically would be a better description. Correct. But Brahatvat Brahma, the Brahma Shabda, how did the Shabda Brahma be given to the Vastu called Brahma? See, you are called Sri Rama. Okay, you are called Sri Rama. That doesn't mean you are, maybe you are, why should I put you down? But I am saying, it is not because you have all the gunas that the Puranika Sri Rama had, therefore you got named Sri Rama. It is just a name that is given. Right. Like that, but Brahman, why is Brahman called Brahma? Is the question. Brahatvat Brahma. What are the Shabda? Because it is the Karana of everything. Therefore, it has to be the biggest, because Karyam Karane Antarbhutam Bhavatikaru. Right. Antato Gatva Kim Karanam? Jagataha Karanam Kim? Brahma. तर्हि ब्रह्म एव सर्वेषाम् अपेक्षया बृहत् अस्ति इति कृत्वा तस्मिन् ब्रह्म इति शब्दः आगतः. तस्य नाम आख्यानं कृतं ब्रह्म इति. सो इन्फ्याक्ट् दट् इस् हौ इट् केन् इवन् बि एक्स्प्लेन्. इफ् पीपल् अण्डर्स्टाण्ड् संस्कृत् प्रापर्ली, सी दिस् इस् एक्साक्ट्लि वेर् दि कौण्टिङ्ग् कम्स्. वेन् यु से बृहत्वात् ब्रह्म, there we are not counting another small and giving it the same reality as Brahman, which is the same reality. We are counting Brahman as the ultimate karana. And that is where satya mithya comes. So you can answer, it is very easy to answer. Brahatvat Brahma also you can say karanatvat. You have to say that. Satya api akshepaha kaha brahatvam tasmin kartum kadam jatam अन्यस्य अल्पस्य अपेक्षया एव बृहत्वं तस्मिन् जातम् इति चेत् न, बृहत्वम् अल्पत्व अल्पस्य अपेक्षा तस्य बृहत्वं नास्ति, कारणत्वात् सर्वस्य सर्वेषां कारणत्वात् बृहत्वं ब्रह्म. एक्स्प्लेन् इट् लैक् दट् बृहत्वं भवतु. अण्ड् इन्फ्याक्ट् दट् इस् द एक्स्प्लेनेशन्, दट् इस् द एक्स्प्लेनेशन्. सो द हेतु हेस् टु बि करेक्ट्. That is why, you know, the discussions I tell you that we have had in the last 2-3 classes is not the kind of discussions that happens in many places. Certainly, certainly. We are saying, you know, why should we accept jnana iccha kriti karanatvam, sadharana karanatvam, paramanuho sayogam prati, but ishvarasya karanatvam kimattam na svikartavyam, kulalasya karanatvam kimattam svikartavyam. Even today we have left that question open. कुलालीय ज्ञान इच्छा अन्यथा सिद्धा भवति वा न वा घटं प्रति इति चिन्तनीयं. तदेव अस्य अस्य अस्य वर्गस्य गृहपाठः. सो वी केन् कन्क्लूड्. हा क्वश्चन् वै ओके लेट् मी जस्ट् अफिशियलि क्लोस् द क्लास् बिकास् दोस् हु वाण्ट् टु गो केन् गो. अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादः.